गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मिन् न्यायवर्गे अद्य अस्माकं प्रवर्तमानविषयः अस्ति तत्र गुरुत्वमिति आसीत् इदानीं किन्तु इदानीं तत्र द्रवत्वम् इति नूतनविषय नाम गुरुत्वं यथा गुणः आसीत् तथैव द्रवत्वमपि तत्र गुणः इति भवति तर्हि तत्र द्रवत्वं तस्य इति गुणः तस्य लक्षणवाक्यम् अपि तत्र कुत्र कुत्र सः गुणः वर्तते इत्यादिकम् इदानीं लक्षणवाक्ये अस्ति तत् पुनः एकवारं पठित्वा अग्रे सरामः तर्हि अस्तु तर्हि तत्र नीता भगिनी अग्रे पठति वा तत्र आद्यसन्ध्यन इति आरभ्य आद्यस्यन्दना असमवायिकारणं द्रवत्वं पृथिवी जलतेजोवृत्ति तद्विधं सांसीधिकं द्विविधं हा आं क्षम्यतां तद् द्विविधं सांसीधिकं नैमित्तिकं चेति सांसीधिकं जले नैमित्तिकं पृथ्वी तेजसोः पृथिव्यां घृतादौ अग्निसंयोगजं द्रवत्वं तेजसि सुवर्णादौ इति अतः तत्र द्रवत्वं नाम द्रवत्वम् इति नाम जले जलस्य प्रमुखगुणम् इति वक्तुं शक्नुमः नाम द्रवत्वं नाम फ्लुइडिटि इति अस्तु तत्र आद्यस्यन्दनस्य असमवायिकारणं द्रवत्वम् अपि तत्र अग्रे नीता भगिनी वदतु तत्र कुत्र कुत्र वर्तते एतत् तत् द्रवत्वं तस्य पृथ्वी जल तेज पृथिव्यां वर्तते जले वर्तते तेजसि वर्तते इति पृथ्वी जलतेजो वृत्ति इत्युक्ते पृथिव्यां जले तेजसि वर्तते तत् द्विविधम् इति अग्रिमे दत्तमस्ति नाम द्रवत्वं तस्य तत्र द्रवत्वस्य द्वैविध्यं नाम द्विविधम् अस्ति तत्र सांसिद्धिकं नैमित्तिकम् इति तत् सांसिद्धिकं कुत्र अस्ति सांसिद्धिकं जले अस्ति नैमित्तिकं पृथिव्याम् अस्ति तेजसि अस्ति तत्र तेजसोः इति तत्र सप्तमी सप्तमी द्विवचन इत्युक्ते पृथिव्यां नैमित्तिकमस्ति तेजसि अपि नैमित्तिकमस्ति तत्र किम् अस्ति नाम सांसिद्धिकं नाम स्वरूपम् एव नाम स्वरूपतया एव तत्र जले वर्तते नाम जले नाम तत्र यथा तत्र पृथ्वी इति पदार्थः तत्र अर्थ् नाम पृथ्वी पार्थिव तत्र फ्लूइड् नास्ति खलु सालिड् इति चिन्तयामः तत्र द्रवत्वं नाम यत् तत्र जलस्य विशिष्टगुणम् अतः तत्र तद् स्वभावेन जले वर्तते अतः तत्र सांसिद्धिकं सांसिद्धिकं नाम स्वरूपं स्वस्वरूपम् एव जलस्य किन्तु पृथिव्यां तत्र स्वरूपेण तत्र द्रवत्वं न वर्तते किन्तु केनापि कारणेन निमित्तम् अस्ति चेत् पृथिव्यामपि भवितुम् अर्हति तेजसि अपि भवितुम् अर्हति निमित्तकारणं किमपि भवेत् तदा एव तत्र पृथिव्याम् अथवा तेजसि भवितुम् अर्हति किन्तु स्वरूपेण एव तत्र सर्वदा पृथिव्यां भवति तेजसि भवति इति नास्ति स्वस्वरूपे जले वर्तते तत् पृथिव्यां तथा तेजसि यदा निमित्तकारणम् अस्ति तदा किमपि कारणमस्ति किमपि कारणेन तत्र वर्तते केनापि कारणेन वर्तते अग्रिमे दत्तमस्ति पृथिव्यां घृतादौ अग्निसंयोगजं द्रवत्वम् घृत इति जानाति खलु घृत इत्युक्ते घृत इत्युक्ते अग्नि इति खलु न घृत घृतादि घृतम् इति घी इति अस्ति खलु सत्यं सत्यं घी घी घी घृत आदि घृत आदि तेषु अग्निसंयोगजं द्रवत्वम् इत्युक्ते तत्र अग्नेः संयोगेन जन्यते द्रवत्वम् इति द्रवत्वं भवति घृतं साधारणतया पार्थिवपदार्थः अस्ति जलम् इति न वदामः खलु घृतं तु पार्थिवपदार्थः इति वदामः किन्तु तत् तस्मिन् द्रवत्वं साधारणतया न वर्तते किन्तु तेजसंयोगेन किं भवति तत्र द्रवत्वं तस्मिन् आगच्छति जलमिव भवति खलु तदा तस्य अतः तदा अतः वदामः तत्र द्रवत्वं पृथिव्यां भवितुम् अर्हति कुत्र इत्युक्ते घृतादौ घृतादौ अग्निसंयोगजम् संयोगजं द्रवत्वं नाम अग्निसंयोगेन जन्यमस्ति द्रवत्वं तेजसी सुवर्णादौ तत्र सुवर्णादौ इत्युक्ते अन्येषां धातूनामपि ग्रहणम् इति तेजसी न तेजसी नाम तेजसी तत्र सुवर्णमपि तेजसः एकः रूपम् एकविधम् इति चिन्तितम् अस्ति खलु तेजः हा परन्तु तत्र सुवर्णादौ आदौ इत्युक्ते अन्येषां धातूनां तस्मिन्नपि अस्ति उत्तमं भगिनि सुवर्ण आदौ सुवर्णे अपि सुवर्णे भवति अपि अन्यत्र अपि भवति तत्र कुत्र कुत्र इति इदानीं तत्र तस्मिन् विषये चिन्तनं भवेत् अग्रे चिन्तयामः अपि तत्र घृतादौ इति अस्ति तत्र अपि केवलं घृते इति न अन्येषु पदार्थेषु तत्र पार्थिवपदार्थेषु अपि तत्र भवति अतः तत्र तस्मिन् विषये चिन्तनं भवेत् नाम कदा भवति इत्यादिकम् अतः घृते भवति अग्निसंयोगेन अपि तेजसि अपि भवितुम् अर्हति सुवर्णम् इति एकम् उदाहरणम् इति एतावत् अग्रे गत्वा सम्यक् नाम आदि इति पदस्य महत्त्वम् अस्ति अत्र अतः अन्यत्र कुत्र भवितुम् अर्हति इति तस्मिन् विषये चिन्तयामः समीचीनं अस्तु धन्यवादः धन्यवादः भगिनि अस्तु अग्रे उषा भगिनी नमस्कारः नमस्कारः महोदय नमस्कारः भगिनि तर्हि इदानीं तत्र चन्द्रमति भगिनी अग्रे पठति वा महोदय अत्र सांसिद्धिकम् इत्युक्ते स्वयम् इति अस्ति वा नैमित्तिकं निमित्तकारणेन किमपि तादृशम् अस्ति वा सत्यं भगिनि सत्यं नाम स्वरूपेण नाम कारणस्य आवश्यकता नास्ति तत्र एव अस्ति इति नाम जले तत्र जलस्य गुणः एव द्रवत्वम् इति एव गुणः इति वक्तुं शक्नुमः खलु तत्र जलस्य अतः जले विना कारणं तस्य अन्यत् कारणस्य आवश्यकता एव नास्ति तदस्ति एव जले किन्तु तत्र घृतादौ तत्र तु साधारणतया द्रवत्वं न भवति तत्र अग्निसंयोगेन एव तत्र तेन कारणेन तत्र द्रवत्वं पार्थिवपदार्थे घृतादौ आगच्छति अतः तत्र कारणं भवति तेजसि इति अपि अग्निः नास्ति वा तेजसि अपि अग्निः अस्ति भगिनि किन्तु तत्रापि अग्निः एव किन्तु सुवर्णादौ नाम सुवर्णः तत्र द्रवत्वं कदा भवति तत्रापि तत्र अग्नेः संयोगेन खलु किन्तु तेजः इत्युक्ते अग्निः एव खलु अतः तत्र पुनः तद् न उक्तं किन्तु अग्रे परिशीलयामः किन्तु द्रवत्वं द्रवत्वम् इति अस्ति अपि तत्र द्रवत्वस्य लक्षणं किम् उक्तं तत्र आद्यस्यन्दनस्य असमवायिकारणम् आद्यस्यन्दनस्य असमवायिकारणं तर्हि स्यन्दनं नाम किम् इति इदानीम् अस्माकं विषयः आद्यस्यन्दनस्य असमवायिकारणत्वमिति मूलम् तत्र स्यन्दनं न दृष्टं स्यन्दनं विजातीया क्रिया काचमेघमादाय जलबिन्दुं तदुपरि क्षिपामः चेत् अस्मद्धस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति. ततः काचस्य बिन्दोश्च संयोगः भवति. इदानीं पतनविरोधी काचः अस्ति इति, अन्यत् पतनं न भवति. आद्यसन्दनस्य आद्यसन्दन असमवायिकारणम् आद्यसन्दन असमवायिकारणं द्रवत्वं किमस्ति आद्यसन्दनस्य असमवायिकारणम् तर्हि स्यन्दनं नाम किम् इति प्रश्नः उदेति खलु. अत्र तत् किम् इति तस्य विवरणं भवति. अस्तु, हा किमस्ति स्यन्दनं? स्यन्दनम् इति विजातीया क्रिया नाम पतनम् इति क्रिया अस्ति खलु. हा, फलं पतति इति जानीमः खलु, तर्हि पतनम् इति क्रिया अस्ति. स्यन्दनमपि क्रिया एव, किन्तु भिन्ना क्रिया, पतनक्रिया नास्ति, विजातीया क्रिया. पतनक्रिया नास्ति, अन्या क्रिया अस्ति स्यन्दनम्. काचमेकमादाय काचं नाम ग्लास् तत्र एकमादाय काचं किं ग्लास् ग्लास् ग्लास् काचमेकमादाय जलबिन्दुं तदुपरि क्षिपामश्चेत् अस्माकम् अपि हस्तः इदानीं पञ्चमी अस्मदस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति. जलबिन्दु पतति चेत् पतति खलु, नाम क्षिपामः वयं जलबिन्दुं क्षिपामः तस्य उपरि. कस्य उपरि क्षिपामः? काचस्य उपरि. काचस्य उपरि जलबिन्दुं क्षिपामः, तदा किं भवति तत्र अस्माकं गुरुत्वेन वेगेन च पतति. हा, अत्र काचः अस्ति, अत्र जलबिन्दुः अस्ति, जलबिन्दु क्षिपामः वेगेन गच्छति खलु, पतति. हा अस्तु, तदनन्तरं किं भवति? अतः पतनक्रिया अस्ति. काचस्य बिन्दोश्च संयोगः भवति खलु, तत्र काचः अस्ति, बिन्दुः अस्ति, तयोः संयोगः भवति. इदानीं पतनविरोधी काचः अस्ति इति, अन्यत् पतनं न भवति. अत्र काचः पतनविरोधी भवति, अतः अन्य पतनं न भवति. तावदेव पतनक्रिया तावत् पर्यन्तम् अस्ति, तदनन्तरं नास्ति. काचेन सह संयोगः यदा जायते तदा पतनक्रिया समाप्ता खलु. अत्र पतनस्य निरोधनं भवति. हा, तावत्पर्यन्तं पतनक्रिया अस्ति, किन्तु संयोगानन्तरं विरोधी अस्ति, काचः विरोधी अस्ति पतनक्रियायाः, अतः अन्यत् पतनं न भवति. न भवति इति अस्ति. अस्तु, समीचीनं. हा, एतावत् नाम पतनक्रिया किम् इति उक्तं, किन्तु स्यन्दनम् इति एतावत् न उक्तम्, अग्रे उच्यते. अस्तु, तर्हि तत्र हा समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे उषा भगिनी, अग्रे इदानीं. अस्तु महोदय. तथापि आदौ लघुदेशे व्याप्तः बिन्दुः शनैः शनैः वर्तुलाकारम् अधिकदेशं व्याप्नोति. इदं व्यापनं तु ह्यन्तनरूपक्रियया. इदं व्यापनं तु ह्यन्तनरूपक्रियया. नहि तत्र काचे विद्यमानस्य जलबिन्दोः पतनम् अस्ति. आदौ एव हस्तात् पतनात्. पतितः तु सः परितः येन प्रसृतः भवति तदेव स्यन्दनम्. इदमेव अभिप्रेत्य पूर्वं विजातीया क्रिया इति एवम् अवोचाम. इदमेव अभिप्रेत्य पूर्वं विजातीया क्रिया इति अवोचाम. पतनात् विजातीया इति तदर्थः. आदौ वयं दृष्टवन्तः काचस्य उपरि अस्मत् हस्तात् जलं क्रिया काचस्य उपरि क्षिपामः काचस्य उपरि क्षिपामः चेत् तस् जलबिन्दु गुरुत्वेन वेगेन भवति. वेगेन काचपर्यन्तं वेगेन भवति. अपि च काचस्य संयोगेन काचस्य बिन्दोः संयोगः भवति. अनन्तरं पतन काचः निरोधं ददाति. तदा पतनविरोधी काचः पतनविरोधी अस्ति इति वदामः. देन् अन्यत् अनन्तरं पतनं न भवति, परन्तु तदनन्तरं तत्र जलबिन्दुः अधोदेशः न गच्छति खलु, परन्तु न तावत् नाम पतनक्रिया इदानीं न स्तग्धा नाम समाप्ता अस्ति. पतनक्रिया इदानीं पतनक्रिया समाप्ता अस्ति. हा इदानीम् अग्रे किं भवति इति. अतः इदानीं तत्र अत्र जलबिन्दुः अस्ति. आदौ लघुदेशे व्याप्तः. लघुदेशे व्याप्तः बिन्दुः शनैः शनैः वर्तुलाकारम् अधिकदेशं व्याप्नोति. शनैः व्याप्नोति, अधिकदेशम् आक्रमति. नाम तत्र आदौ तत्र जलं बहु जलं स्थापयामश्चेत् तादृशं भवति खलु. नाम तत्र सर्वं तत्र काचस्य उपरि एव नास्ति, तस्य उपरि अपि तत्र कन्दुक इव जलं भवति खलु आदौ. कन्दुक इव नाम रौण्ड् इत्यादिकं भवति. किन्तु तदनन्तरं किं भवति, सर्वं काचस्य उपरि एव स्प्रेड् भवति खलु. तदेव अस्ति तत्र स्यन्दनं. नाम तत्र सर्वं तत्र इदानीं तत्र आदौ केवलं तत्र जलस्य एकभागः एव तत्र संयुक्तः भवति. किन्तु एकनिमेष अथवा निमेषद्वय अनन्तरं किं भवति, जलं तत्र सम्पूर्ण सम्पूर्णरीत्या तत्र काचेन सह संयुक्तः भवति. तत्र वर्तुलाकारम् इति स्वीकृत्य अतः तत्र इदं व्यापनं तु स्यन्दनरूपक्रियया. स्यन्दनरूपक्रिया अस्ति चेत् व्यापनं भवति, जलस्य व्यापनं भवति काचस्य उपरि. हा नाम आदौ तत्र जलबिन्दु एतादृशं भवेत्, किन्तु तस्य अनन्तरं किं भवति, तत्र जलं तत्र काचस्य उपरि एतादृशं भवति खलु तत्र. आम् अतः तत्र सर्वं फ्लाट् इति भवति, तत्र तदेव तत्र स्यन्दनं फ्लो इति. अस्तु फ्लो इति तत्र केवलम् एकवारं वदामि तत्र आङ्ग्लभाषायां, नाम स्यन्दनं नाम फ्लो, अपि तत्र द्रवत्वं नाम फ्लुइडिटि इति ते वदन्ति. तावदेव, केवलम् अस्माकम् अवगमनम् अवगमनार्थम्। ओ अस्तु महोदय, अस्तु। अतः स्यन्दनक्रिया इदं व्यापनं तु स्यन्दनरूपक्रियया, स्यन्दनरूपक्रियया इत्युक्ते ओके, स्यन्दनेन एव व्यापनं कारयति, स्यन्दनं स्यन्दनमेव कारणमस्ति। एतादृशरूपं पूर्वमासीत् तस्य जलस्य, एतादृशबिन्दु तत्र कन्दुकरूपम् आसीत्, किन्तु तत्सर्वम् एतादृशम् अभवत् केन? स्यन्दनक्रियेन अभवत्। नहि तत्र काचे विद्यमानस्य जलबिन्दोः पतनम् अस्ति, पतनं नास्ति जलबिन्दोः क्रिया अस्ति, क्रिया अस्ति किन्तु तत् पतनक्रिया नास्ति खलु, पतनक्रिया नास्ति, जलबिन्दोः पतनं पतनक्रियया व्याप्तं व्यापनम् इति नास्ति, नास्ति नास्ति, स्यन्दनम् इति स्यन्दनरूपक्रियया तत् व्यापनं अस्ति इति वदामः। आदौ एव हस्तात् पतनात्, पतनम् इति आदौ यत् वयम् अस्माकं हस्तात् तत् पतनं भवति तदेव पतनम्, अनन्तरं स्यन्दनेन एव व्यापनं भवति। सत्यं भगिनि, पातितः तु सः परितः येन प्रसृतः भवति तदेव स्यन्दनम्। अस्तु, पतितः बिन्दुः, यः बिन्दुः पतितः सः परितः व्यापनं भवति, तत् व्यापनमेव तत् येन प्रसृतः भवति तदेव, येन व्यापनं भवति तदेव स्यन्दनम्। अस्तु, तदेव स्यन्दनम्। इदमेव अभिप्रेत्य पूर्वं विजातीया क्रिया इति अवोचाम, पूर्व पङ्क्ते अस्माकं दृष्टवन्तः विजातीया क्रिया, स्यन्दनम् इति विजातीया क्रिया, तत् तत् स्यन्दनात् एव व्यापनं भवति इत्यनेन विजातीया क्रिया इति पूर्वम् उक्तम्। नाम तत्र एषा क्रिया पतनक्रिया नास्ति, पतनक्रिया नास्ति, स्यन्दनेन यत् स्यन्दनमेव क्रिया, स्यन्दनमेव स्यन्दनमेव क्रिया, स्यन्दनक्रिया भिन्ना अस्ति पतनक्रिया क्रियायाः, पतनक्रिया भिन्ना अस्ति, स्यन्दनक्रिया अन्या भिन्ना अस्ति। अतः तत्र तत्र द्वयोः सामान्यम् इति मा चिन्तयतु इति, पतनस्यन्दनयोः भेदः अस्तु, इदमेव ओके अभिप्रेत्य पूर्वं विजातीया क्रिया इति अवोचाम। ओके, पतनात् इदमेव अस्माकं मनसि निधाय वयम् उक्तवन्तः पूर्वं, तत्र विजातीया क्रिया, पतनात् विजातीया इति तदर्थः। ओके, पतनात् विजातीया, विजातीया अन्यक्रिया इति, पतनं नास्ति, पतनम् इति भिन्नक्रिया, स्यन्दनम् इति भिन्नक्रिया इति अस्ति भगिनि, समीचीनम्। अस्तु, धन्यवादः, धन्यवादः। अतः तत्र एतावत् तत्र द्रवत्वं नाम किम् इति दृष्टवन्तः, द्रवत्वम् इति कारणमस्ति स्यन्दनस्य, किन्तु स्यन्दनं नाम तत्र येन तत्र जलं तत्र प्रसृतः भवति, प्रसृतः भवति, वर्तुलाकारम् अधिकदेशं व्याप्नोति तस्य, तदस्ति स्यन्दनम्। स्यन्दनस्य कारणमस्ति द्रवत्वं, किन्तु तत्र स्यन्दनस्य एकं कारणमस्ति द्रवत्वं, तत्र आद्यस्यन्दनस्य द्रवत्वम् इति कारणम्। अग्रे नाम तत्र यथा वयं दृष्टवन्तः तत्र आद्यपतनस्य असमवायकारणं गुरुत्वं, तस्य अनन्तरं तत्र भिन्ना नाम वेगः इति एव तत्र कारणमिति आसीत्, तथैव अत्रापि तत्र स्यन्दनस्य आद्यसन्दनस्य असमवायकारणं द्रवत्वं भवति, तदनन्तरं यदा स्यन्दनं भवति तत्र द्रवत्वमिति कारणमिति नास्ति, अन्यत् अपि कारणं भवितुम् अर्हति. किन्तु आद्यसंस्यन्दनस्य सर्वदा द्रवत्वमेव कारणम्. अस्तु, समीचीनम्. अस्तु महोदय, आद्यस्यन्दनस्य वा आद्यपतनस्य वा? आद्यपतनस्य कारणमस्ति द्रव, तत्र गुरुत्वम्. आद्यस्यन्दनस्य कारणमस्ति द्रवत्वम्. पूर्वं वयं गुरुत्वस्य विषये पठितवन्तः. आद्यपतनस्य असमवायिकारणं गुरुत्वं. तादृशं, तादृशः गुणः एषः द्रवत्वं. तत् किमस्ति? आद्यस्यन्दनस्य असमवायिकारणम् अस्ति. तावदेव. समीचीनं भगिनि, चन्द्रमति भगिनि, अवगतम्? अस्तु, तर्हि नीता भगिनी अग्रे पठति वा? इदं द्रवत्वं समवायेन जलादौ स्थित्वा समवायेन तादृशस्यन्दनं जनयति इति सः स्यन्दनस्य असमवायिकारणम्. अत्रापि आद्य इति स्यन्दने विशेषणं दातव्यम्. द्वितीय आदि द्वितीयादिस्य न द्वितीयादिस्यन्दनं प्रति द्वितीयादिपतने इव वेग एव कारणम्. अतः आद्य इति विशेषणात् न तत्र अतिव्याप्तिः. अत्र कार्यता अवच्छेदककारणता अवच्छेदकसम्बन्धयोः निवेशनप्रयोजने तद्वक्तव्यं, तत् अनुपदं निरूपितम्. यद् वक्तव्यं तत् अनुपदं निरूपितम्. इदं च द्रवत्वं पृथिव्यादित्रिकवृत्ति घृतादीनां पृथिवीरूपता लोकप्रसिद्धा. सुवर्णस्य तैजसत्वं तेजोग्रन्थे उक्तमेव. अधुना इदं द्रवत्वं किं द्रवत्वम्? अद्य स्यन्दनस्य असमवायिकारणं द्रवत्वं. समवायेन जलादौ स्थित्वा समवायेन तादृशस्यन्दनं जनयति इति सः स्यन्दनस्य असमवायिकारणम्. इत्युक्ते पूर्वं वयं दृष्टवन्तः यथा तत् कन्दुके आद्यपतने आद्यपतनं समवायसम्बन्धेन अस्ति, तथैव गुरुत्वमपि समवायसम्बन्धेन अस्ति. अतः तत् असमवायिकारणं. तथैव अत्र अस्ति द्रवत्वं जले समवायेन समवायसम्बन्धेन अस्ति, समवायसम्बन्धेन स्थित्वा समवायेन तादृशस्यन्दनं जनयति. तत् स्यन्दनं जनयति इति सः स्यन्दनस्य असमवायिकारणं. द्रवत्वम् इति स्यन्दनस्य असमवायिकारणम्. अत्र कारणम् अपि कार्यं द्वयोः तत्र सम्बन्धः, तत्र अधिकरणे समवायसम्बन्धेन तत्र तत्र कारणमपि समवायसम्बन्धेन अस्ति, कार्यमपि अधिकरणे समवायसम्बन्धेन अस्ति. कार्यमपि समवायसम्बन्धेन, कारणमपि समवायसम्बन्धेन, अतः तत् असमवायिकारणम् इति. यथा गुरुत्वविषये गुरुत्व आद्यपतनं कन्दुके विषये वयं दृष्टवन्तः. तत्रापि आद्य इति स्यन्दने विशेषणं दातव्यम्. यथा पतनस्य विषये वयम् आद्यपतनम् इति वदामः, तथैव अत्रापि आद्यस्यन्दनम् इति आद्य इति विशेषणम् आवश्यकम्. द्वितीयादिस्यन्दनं प्रति द्वितीयादिपतने इव वेग एव कारणम्. अधुना वेग इति कारणं भवति कस्य? द्वितीयादिस्यन्दनं प्रति, न आद्यस्यन्दनं प्रति. आद्यस्यन्दनस्य कारणम् अस्ति असमवायिकारणमस्ति द्रवत्वं, परन्तु वेग इति कारणं भवति द्वितीयादिस्यन्दनं प्रति. यथा द्वितीयादिपतने तावदेव वयं दृष्टवन्तः. अत्र द्वितीयादिस्यन्दनं प्रति वेग एव कारणम्. आद्यसन्दनस्य कारणं तु द्रवत्वं, परन्तु द्वितीयादिसन्दनं प्रति वेग इति कारणम्. अतः आद्य इति विशेषणात् न तत्र अतिव्याप्ति. हा, अधुना तत् वयं दृष्टवन्तः आद्य इति विशेषणस्य महत्त्वं किम् इति पतनस्य विषये, तथैव अत्रापि आद्येशे विशेषणं दातव्यं, तेन अतिव्याप्ति न सम्भवति इति. अत्र कार्यता अवच्छेदककारणता अवच्छेदकसम्बन्धयोः निवेशप्रयोजने तद् वक्तव्यं, यद् वक्तव्यं, यद् वक्तव्यं तत् अनुपदं निरूपितम्. अद्य कार्यता अवच्छेदककारणता अवच्छेदकसम्बन्धयोः निवेशप्रयोजने यत् वक्तव्यं तत् अनुपदं निरूपदम्. अनुपदम् इत्युक्ते अग्रिमे पदे इति, न न पूर्वं पूर्वं पूर्वम् अनुपदम्. अस्तु, पूर्वं पूर्वस्मिन् पदे निरूपितं, नाम इदानीमेव, नाम तत्र एतस्य विषय एतात् विषयात् प्राकेव तत्र प्रयोजनं किम् इति, तत्र प्रयोजनम् अस्ति न वा इति तस्मिन् विषये तत्र वयं निरूपितवन्तः. नाम कार्यता अवच्छेदकः अपि कारणता अवच्छेदकसम्बन्धः यः अस्ति एषा, नाम तयोः निवेशनं निवेशनेन प्रयोजनम् अस्ति न वा इति वयं पूर्वं दृष्टवन्तः खलु. तर्हि तत्र कीदृशरूपं भवति, तर्हि तत्र यदि वयं तत्र द्रवत्वं द्रवत्वम् आद्यसंस्यन्दनस्य असमवायिकारणम् अस्ति इति वदामः, तर्हि तत्र लक्षणवाक्यं कीदृशं भवति, कीदृशी कारणता द्रवत्वे भवति, नाम यथा वयं तत्र गुरुत्वस्य लक्षणं किम् उक्तवन्तः, आद्यपतनत्वाव गुरुत्व गुरुत्वलक्षणं तत्र आद्यपतननिष्ठ समवाय आद्यपतनत्वावच्छिन्न आद्यपतनत्वावच्छिन्न कार्यता आद्यपतनत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणतायाः आश्रयम् इति. उत्तमं भगिनि, उत्तमम्. अत्र वयं किं न उक्तवन्तः तत्र, कार्यता केन सम्बन्धेन अस्ति इति न उक्तवन्तः खलु. अस्तु अस्तु, अतः कार्यतायाः अवच्छेदकसम्बन्धः निवेशनप्रयोजनम् अस्तु नास्ति इति वयं निरूपितवन्तः पूर्वम्. अस्तु अस्तु, तत् अनुपदं निरूपितम् इत्युक्ते तत् पूर्वस्मिन्नेव वयं दृष्टम् इदानीमेव. अतः तत्र लक्षणवाक्यं भवति आद्य इदानीं, तर्हि तत्र इदानीं तथैव अत्र द्रवत्वस्य लक्षणं किं भवेत् तर्हि. अधुना द्रवत्वस्य आद्य शब्दस्य आद्य स्यन्दन आद्यस्यन्दननिष्ठ अवच्छिन्न अवच्छिन्न इति सम्यक् भवति अत्र इष्ट. आमाम्, आद्य आद्यस्यन्दनसमवायसम्बन्धावच्छिन्न कार्यैः सह आद्यस्यन्दन कार्य समवाय एकनिमिष, तत्र तत्र जलम् इति चिन्तयामः तर्हि, तर्हि जलम् इति अधिकरणं, तर्हि आद्यसन्दनम् आद्यस्यन्दनम् आद्यसन्दनं जलम् अपि तत्र कारणमस्ति, तत्र द्रवत्वम् इति कारणम् खलु, द्रवत्वम् इति. अस्तु, कारणम् कारण आद्यसन्दनमिति कार्यं, द्रवत्वमिति कारणं, तत् जले वर्तते. अधुना आद्यस्यन्दनसमवायसम्बन्धावच्छ अवच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणतायाः आश्रयम् द्रवत्वस्य लक्षणम् समीचीनं भगिनि इति वदामः, किन्तु तस्य अनन्तरं वयं चिन्तयामः तत्र कार्यतायां सम्बन्ध अवच्छेदकसम्बन्ध अवच्छेदकसम्बन्धः तस्य तद् वक्तव्यम् अथवा न वक्तव्यं, किं चिन्तनं? तत् कार्यता अवच्छेदक सम्बन्ध न वक्तव्यम् इति खलु, इति तर्हि इदानीं तर्हि लक्षणवाक्यं तस्य परिवर्तनं कुर्मः, तर्हि किं भवति? अधुना कार्यता तत् इत्युक्ते आद्यपतन अवच्छेदक तत् आद्यपतनसमवायसम्बन्ध तत् न वदामः इति अस्ति खलु, इत्युक्ते अधुना आद्यपतननिष्ठकार्यता निरूपितसमवाय समवायसम्बन्धावच्छिन्नकारणतायाः आश्रयम् इति भवति वा? समीचीनं भगिनि, तादृश समीचीनं, केवलं तत्र सूक्ष्मरीत्या तत्र किञ्चित् परिवर्तनं करणीयं, नाम आद्यस्यन्दने आद्यस्यन्दने तत्र धर्मः वर्तते, तस्य सः कः धर्मः? आद्यसन्दने धर्म इत्युक्ते आद्यसन्दनत्वम् इति वा? अतः यत्र आद्यस्यन्दनत्वम् अस्ति तत्र एव एषा कार्यता वर्तते खलु? अस्तु, आम् आम्। तर्हि किं वदामः, आद्यस्यन्दनत्वाव छिन्ना कार्यता। अस्तु, तत्र समवायसम्बन्धावच्छिन्न इति न वदामः, आद्यस्यन्दननिष्ठ क्षम्यताम् आद्यस्यन्दनत्वम् आद्यस्यन्दनत्वम् इति किन्तु तेन अवच्छिन्ना, अतः आद्यस्यन्दनत्वावच्छिन्ना कार्यता इति। अस्तु, आद्यस्यन्दनत्वावच्छिन्ना कार्यता निरूपित समवाय अधुना कारणताया विषये तत् समवायसम्बन्धावच्छिन्न कारणतायाः आश्रयम् इति। आश्रयं साक्षात् द्रवत्वं भवति अथवा द्रवत्वे किम् अस्ति इत्युक्ते आश्रयत्वं द्रवत्वे अस्ति, आश्रयः साक्षात् द्रवत्वं, तर्हि द्रवत्वे आश्रयत्वम् अस्ति खलु, यथा पुस्तके पुस्तकत्वम् अस्ति तथैव द्रवत्वे आश्रयत्वम् अन्न द्रवत्वम् इति आश्रयः, अतः द्रवत्वे आश्रयत्वम् अस्ति। अस्तु, लक्षणं लक्ष्ये भवेत्, तर्हि द्रवत्वे किम् अस्ति? धर्मः, धर्मः आश्रयत्व इति धर्मः अस्ति द्रवत्वे वर्तते, सः एव लक्षणं, सः धर्मः एव लक्षणम्, अतः आद्यपतन आद्यस्यन्दनत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणतायाः आश्रयत्वं द्रवत्वस्य लक्षणम् इति आपतति इति भवति खलु, तदेव अत्र अपेक्षितं भवत्येव। अग्रे इदं द्रवत्वं पृथिव्यादित्रिकवृष्टि तत् पृथ्वी जल तेजोवृष्टि इति खलु, द्रवत्वस्य पृथिव्या पृथिवी जलो जलतेजोदिक पृथ्वी जलतेजोवृत्ति इति त्रिकवृत्ति भूतादीनां पृथिवीरूपता लोकप्रसिद्धा, तत् इत्युक्ते तत् तथैव खलु, अग्निसंयोगजं द्रवत्वं घृतादीनां पार्थिवता इति, घृतादीनां पृथ्वीरूपता लोकप्रसिद्ध तत् पार्थिवरूपेण लोके तत् पार्थिवरूपेण एव प्रसिद्धः घृतम् इति घृतादि तादृशानि घृतम् इति तत्र घृतं कीदृशम् अस्ति चेत् वयं वदामः पार्थिवपदार्थः न तु जलीयपदार्थः जलम् इति न वदामः पार्थिवपदार्थः लोकप्रसिद्धः अस्ति सुवर्णस्य तैजसत्वं तेजोग्रन्थे उक्तमेव सुवर्णः इति तैजसः यः अस्ति तैजसः यदस्ति तस्य एकं रूपम् इति वयं पूर्वमेव उक्तवन्तः तेजोग्रन्थे इत्युक्ते किं तेजस्य विवरणे तेजसः विवरणे ग्रन्थे नाम अस्मिन् ग्रन्थे यस्मिन् भागे तेजसः विवरणं कृतवन्तः सः अस्ति तेजोग्रन्थः तावदेव अस्तु अस्तु नाम अध्यायः भवेत् किमपि किन्तु तेजोग्रन्थः नाम यस्मिन् भागे विवरणं कृतवन्तः परिशीलनं कृतवन्तः सः तेजोभाग तेजोग्रन्थः तावदेव अत्र वयं दृष्टवन्तः तत्र सुवर्णः तेजः अस्ति इति अस्तु समीचीनं अग्रे अपि तत्र अस्य अग्रे अपि तत्र विवरणं भवति किन्तु इदानीम् एतावत् तत्र असमवायिकारणं कीदृशम् अपि केवलम् आद्यस्यन्दनस्य एव असमवायिकारणम् अस्ति द्रवत्वं न तु द्वितीयादिस्यन्दनं प्रति इति अस्मिन् परिच्छेदे उक्तम् अस्तु अग्रे तत्र घृते कीदृशम् इति अग्रे पश्यामः अस्तु धन्यवादः भगिनी धन्यवादः अस्तु अग्रे उषा भगिनी अग्रे तर्हि अस्तु महोदय तत्र घृते मन्देन मन्देनापि अग्निसंयोगेन सुवर्णे च अतितीव्र अग्निसंयोगेन द्रवत्वम् उत्पद्यते इदमेव मूलकृता नैमित्तिकं पृथ्वीतेजसोः इति अनेन उक्तम् निमित्ते सति यद्भवति तत् नैमित्तिकम् प्रकृते तेजः संयोगः निमित्तम् तेन जायमानत्वात् तत् द्रवत्वं नैमित्तिकम् इति उच्यते सांसिद्धिकं स्वाभाविकं द्रवत्वं तु जले प्रसिद्धमेव वयं पूर्वं दृष्टवन्तः घृते अग्निसंयोगनिमित्तिकं पृथिवीजलतेजसोः पृथिव्यां घृतादौ अग्निसंयोगजं द्रवत्वम् इति पूर्वं वयं दृष्टवन्तः अत्र तत्र घृते मन्देनापि अग्निसंयोगेन मन्द अग्निसंयोगेन द्रवत्वम् अस्ति इति उत्पद्यते नाम बहु अग्निसंयोगस्य आवश्यकता नास्ति मन्दः अग्निसंयोगः अस्ति चेदपि तत्र घृते द्रवत्वम् आगच्छति सुवर्णे च अतितीव्र अग्निसंयोगम् सुवर्णे च अतितीव्र अग्निसंयोगेन द्रवत्वम् उत्पद्यते नाम येन अग्निसंयोगेन तत्र घृते द्रवत्वम् उत्पद्यते तेन सुवर्णे द्रवत्वं न उत्पद्यते आधिक्यसंयोगः अधिकसंयोगः अपेक्षितः अस्ति तत्र खलु अतः एव अतितीव्र संयोगः इति अतितीव्र तत्र नाम औष्ण्यत्व तत्र बहु उष्णः भवेत् अधिकं भवेत् तदा एव सुवर्णे द्रवत्वं भवति उत्पद्यते इदमेव मूलकृता नैमित्तिकं पृथिवीतेजसोः नैमित्तिकं निमित्तकारणेन अग्निसंयोगेन इति सांसिद्धिकं जले स्वरूपतया तेन जायमान निमित्ते सति यद्भवति तत् नैमित्तिकम् नैमित्तिकं पृथिवीतेजसोः इत्यस्य नैमित्तिकम् इत्युक्ते निमित्तं सति यत् भवति अत्र निमित्तम् अस्ति चेत् एव द्रवत्वं भवति घृते अपि च सुवर्णे च निमित्तम् अस्ति इत्यनेन तत् नैमित्तिकम् इति कारणं नैमित्तिकं पृथिवी तेजसोः द्रवत्वं नैमित्तिकं भवति नाम निमित्तम् अस्ति तदा एव द्रवत्वं भवति निमित्तं नास्ति चेत् द्रवत्वं न भवति नास्ति अतः नैमित्तक वित्तिकं पृथिवीतेजसोः पृथिवी अपि च तेजसि पृथिव्याम् अपि च तेजसि द्रवत्वं नैमित्तिकम् इति निमित्तकारणेन एव भवति प्रकृते तेजः संयोगः निमित्तं प्रकृते इत्युक्ते सुवर्णे तेजः संयोग सुवर्णे अपि च घृते तेजः संयोगः निमित्तं तेन तेजसंयोगः एव अत्र अस्मिन् प्रसङ्गे तेजसंयोगः एव निमित्तम् अस्ति तदेव कारणमस्ति तेन एव तत्र द्रवत्वम् उत्पद्यते तेन जायमानत्वात् तत् द्रवत्वं नैमित्तिकम् इति उच्यते अतः नैमित्तिकं नाम नैमित्तिकं नाम यत्र निमित्तकारणमस्ति तदा एव किमपि कारणमस्ति तदा एव तत्र भवति यदि कारणं तत्र निमित्तं नास्ति चेत् न भवति तद् नैमित्तिकम् इति वदामः सांसिद्धिकं स्वाभाविकं द्रवत्वं जले प्रसिद्धमेव सांसिद्धिकम् इत्युक्ते स्वाभाविकम् अथवा स्वरूपतया इति आल्सो इति स्वाभाविक स्वाभाविकं स्वभावेन एव भवति जले जले सांसिद्धिकं नाम संसिद्धः इति तस्य सांसिद्धिकम् अतः सांसिद्धिकं नाम स्वाभाविकं स्वाभाविकम् एव स्वभावेन एव द्रवत्वं जले अस्ति इति प्रसिद्धम् अस्ति अतः जले सर्वदा स्वभावेन एव द्रवत्वं जले वर्तते किन्तु तेजसि अपि पृथिव्यां निमित्तकारणेन एव भवति नैमित्तिकं नैमित्तिकम् इति तत्र नाम अन्यत्र अपि ते वदन्ति नाम तत्र स्वाभाविकेन इत्युक्ते तत्र स्वभावेन नेचुरलि किन्तु तत्र नैमित्तिकं नाम अन्यत् किमपि कारणम् आर्टिफिशियल् इत्यादिकम् अपि चिन्तितुं शक्नुमः नाम भवति किन्तु स्वभावेन नास्ति अन्येन कारणेन आगच्छति इति अस्तु समीचीनं भगिनि अस्तु अग्रे अग्रे सरामः तर्हि नीता भगिनी अग्रे जलरूपे अपि करकादौ तर्हि ओ क्षम्यतां सत्यं भगिनि समीचीनं जलरूपे अपि करकादौ तर्हि कथं न द्रवत्वम् उच्यते कुतश्चित् प्रतिबन्धात् अदृष्टविशेषात् वा जलीयपरमाणवः द्रवत्ववन्तः अपि सन्तः द्वेणुके द्रवत्वं न आरभन्ते ततश्च द्रवत्वरहितैः एव द्वेणुकादिभिः क्रमेण करकोत्पत्तिः अतः न तत्र द्रवत्वम् इति वैशेषिकसम्प्रदायः अधुना एकः प्रश्नः अस्ति तत्र जलरूपे अपि करकादौ तर्हि कथं न द्रवत्वम् उच्यते प्रश्नः अस्ति जलरूपे अपि करकादौ तर्हि कथं न द्रवत्वम् इदा तदनन्तरम् अस्तु उच्यते प्रश्नः अस्ति अस्तु उच्यते करकादौ नाम न जानामि करकादौ करकादौ नाम तत्र यदा तत्र वृष्टिः भवति किन्तु तत्र नाम वृष्टिः भवति वृष्टिः यत्र तत्र उष्णं नास्ति किन्तु तत्र किं शैत्यम् अस्ति तदा तत्र किं भवति, तत्र जल जलबिन्दवः तत्र पाषाणमिव भवन्ति खलु, तत्र किं तत्र कन्दुकरूपम्? आमामाम् आम् जानामि, तदेव करकम्. अस्तु अस्तु एव कर अस्तु करकम् इति नाम तत्र ऐस् इति, किन्तु तत्र हेल् तत्र यतोहि तत्र वृष्टिः भवति खलु. जलरूपे अपि करकादौ तर्हि कथं न द्रवत्वम्? नाम तत्र करकः इति तु जल जल जलेन एव कृतं खलु, तत्र जलरूपमेव अस्ति करकम्, किन्तु तस्मिन् द्रवत्वं नास्ति खलु. वयं पूर्वम् उक्तवन्तः जले तत्र सर्वदा द्रवत्वम् अस्ति इति, तत्र सांसिद्धिकं स्वाभाविकम् इति उक्तवन्तः, किन्तु करकादौ नास्ति खलु इति प्रश्नः. तत्र प्रसिद्धम् इति उक्तवन्तः, द्रवत्वं तु जले प्रसिद्धं, किन्तु करकादौ जलरूपम् अस्ति करकः, किन्तु तत् तस्मिन् द्रवत्वं नास्ति, अतः किमर्थं नास्ति, कथं तद् न भवति इति. अतः अग्रे उत्तरं समाधानं कुतश्चित् प्रतिबन्धात् अदृष्टविशेषात् वा जलीयपरमाणवः द्रवत्ववन्तः अपि सन्तः द्रवणुके द्रवत्वं न आरभन्ते. अधुना तत्र पर्यायाः सन्ति, तत्र कुतश्चित् प्रतिबन्धात् वा अदृष्टविशेषात् प्रतिबन्धात् वा अदृष्टविशेषात् जलीयपरमाणवः द्रवत्ववन्तः अपि सन्तः. इत्युक्ते जलीय यत् मया अवगतं तत् जलीयपरमाणवः द्रवत्ववन्तः, तत् जले सांसिद्धिकं सांसिद्धिकं रूपेण तत्र जल द्रवत्वम् अस्ति इति, इत्युक्ते जलीय ये परमाणवः सन्ति ते सर्वे द्रवत्ववन्तः, द्रवत्ववन्तः अत्र मतु प्रत्यय इति द्रवत्वं. परमाणुषु जलीयपरमाणुषु तु द्रवत्वम् अस्ति एव, स्वाभाविकेन स्वभावेन अस्ति तथापि. परन्तु तत्र कुतश्चित् प्रतिबन्धात् कुतश्चित् अदृष्टविशेषात् वा, किमपि कस्मात् कारणात् इत्युक्ते प्रतिबन्धात् नाम तत्र प्रतिबन्धकः नाम तत्र यत्किमपि कार्यं भवितुम् अर्हति चेत् तत्र किं भवेत्, घटः घटः इति कार्यं तस्य उत्पत्तेः तत्र उत्पत्तिः न भवति चेत् किं किमर्थं न अभवत् इति पृच्छामः, तत्र किं वदामः तर्हि, तत्र कारणसामग्री सर्वम् अस्ति वा इति वदामः खलु. नाम तत्र नाम घटस्य निर्माणे तत्र जलं नास्ति चेत् घटस्य उत्पत्तिः न भवति खलु. कपाल नास्ति चेत्, कुलालः नास्ति चेत्, चक्रं दण्डः इत्यादिकं नास्ति चेत् अतः कारणसामग्री भवेत्, किन्तु कारणसामग्र्याम् एकः तत्र सदस्यः अस्ति, तत्र प्रतिबन्धकस्य अभावः. नाम तत्र प्रतिबन्धिका ये सन्ति ते न भवेयुः तत्र, तदा एव घटस्य उत्पत्तिः भवति. अतः प्रतिबन्धकः अस्ति चेत् कार्यं न भवति इत्युक्ते कारणसामग्र्यां कुत्रापि न्यूनता यदि अस्ति चेत् न्यूनता अस्ति, अथवा अन्यदपि नाम अन्यदपि तत्र प्रतिबन्धकरूपेण अग्रे द्रक्ष्यामः तत्र नाम तत्र सर्वं कर्तुं शक्नुमः, किन्तु तत्र किं तत्र कपालद्वयं तत्र पिहितमस्ति, इदानीं किं कुर्मः, सर्वमस्ति किन्तु अस्माकं हस्तौ तत्र ते न प्राप्तुं शक्नुमः, तान् प्राप्तुं न शक्नुमः कपाल, अतः तदा तर्हि तत्र प्रतिबन्धकः अस्ति. तादृशं नाम सर्वमस्ति किन्तु प्रतिबन्धकः अपि अस्ति इति कृत्वा घटस्य उत्पाद उत्पत्तिः न भवति. अतः प्रतिबन्धकं प्रतिबन्धात् तथैव अदृष्टविशेषात् अदृष्टविशेषात् अदृष्टविशेषात् तत्र अदृष्टः इति वयं तत्र पूर्वं तत्र दृष्टवन्तः नाम तत्र सुखदुःखात् सुखदुःखम् इति तस्य कारणं किम् अस्ति इति स्मरति वा तत्र सुखं दुःखम् इति इत्यादिकं तत्र वयं दृष्टवन्तः तत्र संस्कारः इति अस्ति खलु अस्तु संस्कारः इति नाम पापपुण्य इत्यादिकं तत्र जन्मजन्मनि यत् अभवत् तेषां फलरूपेण अस्मिन् जन्मनि तत्र फलमस्ति तत्र सुखदुःख दुःख इत्यादि खलु किन्तु तत्र किं का क्रिया अथवा किं कर्म इति तद् न जानीमः अतः तत्र अदृष्टः इति अतः अदृष्टविशेषात् नाम तत्र न दृश्यते अथवा तत्र तस्य ज्ञानं न भवति इति कृत्वा तत्र अदृष्टः अदृष्टविशेषात् वा तत्र किं भवति जलीयपरमाणवः द्रवत्ववन्तः सन्ति किन्तु किं भवति किं भवति तत्र द्वेणुके द्रवत्वं न आरभन्ते इति अधुना तत्र वाक्यस्य योजना कीदृशी अत्र कुतश्चित् प्रतिबन्धात् कुतश्चित् अदृष्टविशेषात् द्वेणुके द्रवत्वं न आरभन्ते यतोहि जलीयपरमाणवः द्रवत्ववन्तः सन्ति तदा अपि यद्यपि ते द्रवत्ववन्तः सन्ति तथापि किं भवति तत्र द्वय तत्र परमाणुद्वयोः संयोगेन द्वयणुकः भवति किन्तु द्वयणुके तत्र द्रवत्वं न आगच्छति न दृश्यते न दृश्यते संयोगेन द्वणुकं रूपं तं प्राप्नोति प्राप्नुवन्ति ते परन्तु द्रवत्वं तत्र न दृश्यते इति न दृश्यते अस्तु ततश्च द्रवत्वरहितैः एव ततः द्रवत्वरहितैः एव द्वेणुकादिभिः क्रमेण करकोत्पत्तिः अधुना करकोत्पत्तिः कथं भवति तत् तत्र द्रवत्वरहितत्वम् अस्ति इत्युक्ते अत्र सर्वेषु तत्र तृतीयान्तपदानि खलु ततश्च तृतीयाविभक्त्यन्तपदानि इत्युक्ते द्रवत्वरहितैः द्वेणुकादिभिः क्रमेण करकोत्पत्तिः करकोत्पत्तिः केन केन इति तत् कैः कैः द्रवत्वरहितैः द्वणुकादिभिः क्रमेण समीचीनं तैः तैः तत्र तृतीयाविभक्त्यन्तपदानि सर्वं द्वयणुकादिभिः द्वयणुकैः कीदृशद्वयणुकैः द्रवत्वरहितैः द्वयणुकैः अथवा द्वयणुकादिभिः तत्र द्वयणुकस्य अनन्तरं त्रयणुकम् इत्यादिकं सर्वं परम्परया करकस्य उत्पत्तिः भवति इति अतः न तत्र द्रवत्वम् इति वैशेषिकसम्प्रदायः न तत्र द्रवत्वम् इति वैशेषिकसम्प्रदायः इत्युक्ते तत्र द्रवत्वं नास्ति इति वैशेषिकाः चिन्तयन्ति तेषां सम्प्रदायः अस्तु इति वैशेषिकाः चिन्तयति तत्र द्रवत्वं नास्ति नाम द्रवत्वं प्रति तत्र प्रतिबन्धकम् अस्ति अथवा अदृष्टकारणम् अस्ति अतः एव तत्र द्रवत्वं नास्ति यद्यपि जलीय जलरूपमेव करकं किन्तु तत्र द्रवत्वम् अत्र नास्ति प्रतिबन्धकारणम् अथवा अन्यत् किमपि कारणम् अस्ति इति अस्तु समीचीनम् अग्रे अतः अत्र तावदेव तत्र उक्तमस्ति, नाम तत्र द्वयुणुके अपि तत्र तत्रैव तथा आरभ्य एव तत्र द्रवत्वं नास्ति, अतः करके अपि नास्ति, किन्तु तत्र नाम परमाणुषु तु अस्ति द्रवत्वम्. अस्तु तर्हि हा इदानीम् अग्रे पश्यामः. तत्र भगिन्यः अपि उक्तं नाम तत्र आधि इति अस्ति, तस्मिन् विषये चिन्तनं भवेत्, नाम कुत्र कुत्र द्रवत्वं भवति न भवति इति चिन्तनं कुर्मः अग्रिमे वर्गे. तत्र चिन्तनं कृत्वा आगच्छन्तु, तदा किञ्चित् चर्चयामः नाम द्रवत्वं पार्थिवपदार्थेषु कुत्र कुत्र भवितुम् अर्हति इति. अस्तु इदानीम् अग्रे तत्र अन्यत् अन्यः नूतनगुणः. अस्तु उषा भगिनी अग्रे. महोदय, स्नेहलक्षणनिरूपणं महोदय, तत्पूर्वं तत् आलङ्कटि रे किं तमिळ् भाषायाम् आलङ्कटि मळे तत् सत्यं भगिनि, तदेव तदेव स्नेहलक्षणनिरूपणं सम्प्रति सम्प्रति स्नेहं लक्षयति चूर्णादिपिण्डीभाव हेतुः गुणः स्नेहः जलमात्रवृत्तिः इति चूर्णादिपिण्डीभावहेतुः गुणः स्नेहः जलमात्रवृत्तिः इति. तर्हि तत्र स्नेहः किमस्ति, गुणः अस्ति, गुणः अस्ति अपि चूर्णादिपिण्डीभावहेतुः गुणः एव कारणं चूर्णादिपिण्डीभावस्य कृते इति. समीचीनं भगिनि. अतः अत्र गुणद्वयमस्ति, तत्र चूर्णादिपिण्डीभावस्य कारणमस्ति अपि गुणः अपि अस्ति स्नेहः. अस्तु दलद्वयमस्ति अत्र जलमात्रं केवलं जले एव वर्तते ओ स्नेह स्नेहः इति गुणः स्नेहत्वम् इति ओके ओके. गोधूमपिष्टराशिः जलेन असंयुक्तः स्थाल्यां गृहीतः तस्य एकस्मिन् भागे हस्तेन गृहीते किं समग्रराशिः हस्ते धृतो भवति किं समग्रराशिः हस्ते धृतो भवति एकदेशे वा कर्षिते समग्रः राशिः आकृष्टः भवति न इति लोकसिद्धम् इदम् ततः जलेन युतं तमेव पिष्टराशिं स्थाल्याम् आदाय तद् एकदेशे हस्तेन गृहीते समग्रः राशिः हस्ते धृतः भवति एकदेशे वा कर्षिते समग्रः राशिः आकृष्टो भवति इति अपि लोकसिद्धम्. गोधूमपिष्टराशिः द फ्लार् द हीप् आफ् द फ्लार् जलेन असंयुक्तः इदानीं जलेन न असंयुक्तः जलेन योगः न भवति स्थाल्यां गृहीतः वयं स्थाल्यां गोधूमराशिः स्वीकृतम् इति. गोधूमराशिः न गोधूमस्य पिष्टः पिष्टराशिः नाम पिष्ट नाम तत्र गोधूमस्य तत्र पाषाणेन तत्र यदा तत्र ग्रैण्डेड् अस्तु गोधूमपिष्टराशिः दट् वीट् फार् आटा ओके. गोधूमपिष्टराशिः जलेन असंयुक्तः स्थाल्यां गृहीतः स्थाल्यां वयं स्थाल्यां स्थापयामः गोधूमपिष्टराशिः अस्तु तस्य एकस्मिन् भागे हस्तेन गृहीते एकस्मिन् भागं वयं हस्तेन स्वीकुर्मः चेत् समग्रः राशिः हस्ते धृतो भवति न किं समग्रराशिः हस्ते धृतो भवति नास्ति न भवति खलु न भवति केवलं यत् यः भागः तत्र हस्तेन गृहीतः सः एव आगच्छति सः एव आगच्छति तत्र पूर्णतया न राशिः न तत्र धृतः भवति एकदेशो वा कर्षिते समग्रः राशिः आकृष्टः भवति नास्ति एकदेशे कर्षितः नाम लैक् प्लौबिङ्ग् रैट् कर्षणं कृषिकः कृषिकः कृषिकस्य कार्यं खलु तत्र एकदेशे वा कर्षिते समग्रराशिः आकृष्टः भवति वा न न इति लोकसिद्धम् इदम् ओके एकदेशे वा कर्षिते समग्रः राशि प्लोबिङ्ग् आकृष्टः आकृष्टः भवति नास्ति न इति लोकसिद्धम् इदम् अस्तु ततः जलेन युतं तमेव पिष्टराशिं स्थाल्याम् आदाय तद् एकदेशे हस्तेन गृहीते समग्रः राशिः हस्ते धृतः भवति एकदेशे वा कर्षिते एकदेशे वा कर्षिते समग्रः राशिः आकृष्टः भवति इति अपि लोकसिद्धं ततः जलेन वयं गोधूम पिष्टराशिः जलेन युक्तं भवति चेत् तमेव पिष्टराशिं स्थाल्याम् आदाय तद् एकदेशे हस्तेन गृहीते कथं संस्कृतभाषायां पर्यायपदानां वक्तुं शक्नुमः इति न जानीमः तदेव तदेव तत्र पिष्टराशि अस्ति पिष्टराशि अस्ति किन्तु इदानीं पिष्टराशि कीदृश अस्ति जलेन संयुक्तः अस्ति संयुक्तः राशिः अस्ति किन्तु सम्पूर्णतया संयुक्तः खलु नाम केवलम् एकस्मिन् देशे जलं स्थापितमिति नास्ति तत्र सर्वं मिश्रणं कृत्वा तत्र पिष्टराशि तत्र सम्पूर्णतया जलेन तत्र तदा किं भवति एकदेश हस्तेन गृहीतः भवति चेत् समग्रः राशि अपि हस्ते धृतः भवति धृतः भवति आकृष्टः अपि भवति इति आकृष्टः भवति इति अपि लोकसिद्धम् लोकसिद्धम् अस्ति अतः तत्र नाम इति अतः तत्र एतादृशं भवति तत्र जलसंयोगेन तत्र किं भवति तत्र तस्य स्वभावः एव परिवर्तितः अस्ति खलु इदानीं गोधूमपिष्टराशेः तत्र स्वभावः एव परिवर्तितः अस्ति जलसंयोगेन पिण्डि इत्युक्ते किं महोदय चूर्णं चूर्णादिपिण्डीभावः पिण्डीभावः अस्तु अग्रे आगच्छति अस्तु अस्तु महोदय अस्तु तर्हि धन्यवादः भगिनी अस्तु अग्रे धन्यवादः धन्यवादः नीता भगिनी अग्रे आम् को हेतुः पुटः जलसंयोगः अस्ति कश्चित् गुणविशेषः जले येन पिष्टादौ पूर्वोक्तं धारणम् आकर्षणं वा भवति तेन जलगतेन गुणेन पिष्टराशेः धारणम् आकर्षणं प्रति वा कारणीभूतः पिष्ट अवयवानां विलक्षणसंयोगः उत्पद्यते अयं संयोग एव शास्त्रे पिण्डिभाव इति उच्यते यः चूर्णादौ धारण आकर्षणे उत्पादयति तं च पिण्डिभावं प्रति कारणीभूतः एव स्नेहः अतिरिक्तगुणः जलमात्रवृत्तिः। अधुना तत्र कः हेतुः इत्युक्ते अधुना पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः तत्र जलेन युक्तं यदा पिष्टराशिम् अस्ति तदा तत् समग्रहस्ते तद् धृतः भवति यदा जलेन युक्तः इति स्वरूपं पिष्टराशिं प्राप्नोति तदा समग्रहस्य तस्य ग्रहणं शक्यते। तस्य हेतुः कः इति अग्रिमे परिच्छेदे तत् जलसंयोगः स्फुटः इत्युक्ते आचार्य स्फुटः नाम तत्र स्पष्टमस्ति खलु तत्र जलसंयोगः एव नाम तत्र किमपि वक्तव्यमेव नास्ति वयं सर्वे जानीमः जलसंयोगः एव हा इत्युक्ते ओब्वियस्लि तत् जलसंयोगः अस्तु अस्ति कश्चित् गुणविशेषः जले तत्र गुणविशेषः अस्ति एकः गुणः विशेषतया वर्तते जले तेन किं भवति पिष्टादौ पूर्वोक्तधारणम् आकर्षणं भवति तेन तत् पिष्टादौ एकत्रीकरणं पिष्ट इति स्वरूपस्य एकत्रीकरणं भवति केन भवति येन इत्युक्ते जले तद् गुणविशेषः कः कश्चित् अस्ति तेन पिष्ट स्वरूपस्य धारणं भवति वा आकर्षणं भवति इत्युक्ते तत्र आदौ तत् पिष्टादौ वयं दृष्टवन्तः तत्र एकत्रीकरणं जले जलं विना न सम्भवति परन्तु जले या कापि विशेषता अस्ति तया विशेषतया तत्र एकत्रीकरणं धारणं वा आकर्षणं भवति पिष्ट तस्य स्वरूपं तेन जलगतेन गुणेन पिष्टराशेः धारणम् आकर्षणं प्रति वा कारणीभूतः तत् यत् गुणः अस्ति यत् या विशेषता अस्ति तया वा येन गुणेन पिष्टराशेः धारणं भवति वा आकर्षणं भवति वा एकत्रीकरणं वयं पश्यामः तत् कारणीभूतः पिष्ट अवयवानां विषये विलक्षणसंयोगः उत्पद्यते तेन गुणेन एव तत्र पिष्टा अवयवानाम् इत्युक्ते पिष्ट अवयवान् इत्युक्ते तत्र अपि परमाणवः या ये परमाणु सूक्ष्म अवयवाः सन्ति तेषां विलक्षणसंयोगः उत्पद्यते जले यद् गुणधर्मं वर्तते तेन विशेषगतेन गुणेन इत्युक्ते किमस्ति जलगतेन गुणेन इत्युक्ते यः विशेषः यः गुणः विशेषतया जले वर्तते तत् हा समीचीनं भगिनी जलगतः जलगतः गुणः इत्युक्ते जले विशेषतया यः गुणः वर्तते समीचीनं जलगतः गुणः समीचीनम् अयं संयोग एव शास्त्रे पिण्डिभाव इति उच्यते तत् यः यत् तत् गुणस्य विषये वयं पश्यामः विशिष्ट या विशेषता या यः गुणः जलगतेन गुणः यः गुणः तस्य एव पिण्डिभाव अयं संयोग न अयं संयोग यत् एकत्रीकरणं तत् आकर्षणं जलेन यत् आकर्षणं निष्पद्यते पिष्टे पिष्ट अवयवेषु एवं वक्तुं शक्नु पिष्ट अवयवेषु यत् आकर्षणं वा धारणं दृश्यते जलगुणकारणात् तस्य शास्त्रे पिण्डिभाव इति नामकरणं पिण्डिभावः इति नामकरणं समीचीनं तत् यः चूर्ण आदौ धारणकर्षणे उत्पादयति इत्युक्ते चूर्ण इति पिष्ट इति मूलतः चूर्ण इति स्वरूपं एवं तत्र एकत्रीकरणं नास्ति विलगीकरणमेव दृश्यते तत् चूर्णे धारणाकर्षणे तत् पिण्डिभावः उत्पद्यते जलगतेन गुणेन इति धारणाकर्षणे उत्पादयति तं च पिण्डिभावं प्रति कारणीभूतः एव स्नेहः अतिरिक्तगुणः. अधुना तत् जलगतेन गुणेन येन पिष्टराशेः आकर्षणं वयं पश्यामः, गुणस्य तत्र यद् भावः वर्तते पिण्डराशे तत् पिण्डिभाव, परन्तु कारणीभूतः गुण तस्य नामकरणं स्नेहः इति अतिरिक्तगुणः. तस्य गुणस्य जलमात्रवृत्ति, तत् जले वर्तते इति एषः गुणः स्नेहः इति. तर्हि समीचीनं, तर्हि स्नेहः इति नूतनगुणः, केवलं जले एव वर्तते, अपि एषः स्नेहः इति गुणः पिण्डिभावं प्रति कारणमस्ति. पिण्डिभावः नाम यः संयोगः, विलक्षणसंयोगः भवति पिष्टराशेः धारणे अथवा आकर्षणे, तत्र तत्र भवति तद् संयोगः भवति, तदेव तत्र पिण्डिभावः इति वदामः. तस्य कारणमस्ति स्नेहः. अतः पिण्डिभावः नाम किम् इति ज्ञातवन्तः, स्नेहः कः इति अपि ज्ञातवन्तः. अस्तु अस्तु समीचीनम्. अस्तु अग्रे धन्यवादः. अस्तु अग्रे कुत्र भगिनि? अस्तु महोदय. इह लक्षणे धारण आकर्षणयोः पिण्डिभावः कारणम्, पिण्डिभावं प्रति च स्नेहः कारणम् इति कार्यकारणभावद्वयं प्रविष्टम्. अतः व्यवहारगर्भलक्षणवत् एव प्रकृते चित्रं सम्पाद्यम्. ज्ञानस्थाने धारण आकर्षणे स्थाप्ये इति विशेषः. लक्षणपरिष्कारः तु धारण आकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयत्वे इति गुणत्वम् अस्ति. अस्तु सति गुणत्वम् इति नास्ति. अस्तु लक्षणपरिष्कारः तु धारण आकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वम् अस्तु. अस्तु महोदय. इह लक्षणे धारण आकर्षणयोः पिण्डिभावः कारणम्. पिण्डिभावः कारणम् इति पूर्वं वयं वा पिण्डिभावः न पिण्डिभावः कार्यं खलु स्नेहः इति. एकनिमिष भगिनि, तत्र कारणीभूतस्नेहः. अस्तु तत्र पूर्णवाक्यं पुनः एकवारं पठामि. अस्तु. इह लक्षणे धारण आकर्षणयोः पिण्डिभावः कारणम्. पिण्डिभावं प्रति च स्नेहः कारणम् इति कार्यकारणभावद्वयं प्रविष्टम्. ओ अस्तु. अस्तु पिण्डिभावं प्रति स्नेहः कारणम्, परन्तु पिण्डिभावः एव धारणकर्षणयोः कृते कारणम् इति अस्ति. अतः तत्र किं कुर्मः, तत्र पिण्डिभावः इति मध्ये स्थापयामः खलु. पिण्डिभावः इति मध्ये स्थापयामश्चेत् तत्र स्नेहः इति कारणं, तस्य कारणं पिण्डिभावस्य कारणं, पुनः पिण्डिभावः धारणाकर्षणयोः कृते इति. अस्तु. सो कार्यकारणभावद्वयं प्रविष्टम्. अस्तु. खलु अत्रापि कार्यकारणभावः, अत्रापि कार्यकारणभावः. अतः व्यवहारगर्भलक्षणद्वे लक्षणवद्वे लक्षणवदेन व्यवहारगर्भलक्षणवत् एव प्रकृते चित्रं सम्पाद्यम् प्रकृते इत्युक्ते अस्माकं गुणः दत्त वाट् इस् इट् स्नेहस्य पिण्डी लक्षण हा नाम व्यवहारगर्भलक्षणवत् अर्थः कः एव प्रकृते चित्रं सम्पाद्यम् व्यवहारगर्भलक्षण लैक् परम्परासम्बन्ध दट् कैण्ड् आफ् अ थिङ्ग् हा तादृशं किन्तु तथापि अधिकं तत्र तत्र अस्तु तत्र परत्वम् इति तत्र परत्वम् इति तत्र लक्षणं कीदृपं कीदृशम् आसीत् परः इत्यादि व्यवहारहेतुः खलु व्यवहारहेतुः आम् आम् आम् खलु व्यवहारकार्यं कैण्ड् आफ् अस्ति व्यवहार ज्ञानलक्षणं ज्ञानजनक ज्ञानजनक ज्ञानजनकशब्दप्रयोगः खलु ज्ञानजनकशब्दप्रयोग आम् आम् आं महोदय हा तर्हि परः इत्युक्ते परत्वं किमस्ति परः इत्यादि व्यवहारस्य कारणमस्ति खलु खलु परत्वं परः इत्यादि ओ सः परः सः अपरः इत्यादि अपरः इत्यादि व्यवहारः यः अस्ति तस्य कारणमस्ति परत्वं खलु आं महोदय तर्हि तत्र यदि चित्रं लिखामः तर्हि किं भवति तत्र परत्वम् इति आगच्छति परत्वं परत्वं किं कारयति परः इत्यादि व्यवहारं कारयति कारयति तर्हि व्यवहारं प्रति परत्वम् इति कारणमस्ति पुनः व्यवहारः किं करोति व्यवहार इति शब्दप्रयोगः ज्ञानं भवति खलु ज्ञानजनकं भवति तर्हि ज्ञानमिति तस्य कार्यमस्ति अतः यदि परत्वस्य लक्षणं तस्य चित्रं रचयामः किं भवति तत्र परत्वम् इति कारणमस्ति परः इति व्यवहारं प्रति पुनः व्यवहारः अस्ति कारणं ज्ञानं प्रति आम् आम् तथैव अत्रापि स्नेहः अस्ति कारणं पिण्डीभावं पिण्डीभावः पुनः पुनः पिण्डीभावः अस्ति कारणं धारणाकर्षणं प्रति आम् आम् महोदय अतः चित्रः कीदृशः भवति व्यवहारगर्भलक्षणवत् एव यथा यत्र व्यवहार इति पदम् एकस्मिन् लक्ष्मणे लक्षणे न आगतं खलु अत्र द्वि त्रयी तत्र अनेक अनेकवारं वयं दृष्टवन्तः व्यवहारहेतुः इत्यादिकं अतः ततः लक्षणं यत्र यत्र व्यवहारगर्भलक्षणमस्ति व्यवहारः इति लक्षणवाक्ये यत्र यत्र भवति तद्वदेव लक्षणवदेव प्रकृते नाम अस्मिन् मूलविषये अपि चित्रं सम्पाद्यं सम्पाद्यं नाम सम्पादनीयं करणीयम् अस्माभिः सम्पादनीयमस्ति नाम तादृशं चित्रं रचनीयम् अस्ति अस्माभिः अस्तु महोदय नाम केवलं नाम यथा द्रवत्वस्य लक्षणवाक्ये केवलं कार्यमासीत् कारणमासीत् किन्तु तादृशसरलं चित्रम् अत्र न भवति तर्हि कीदृशं चित्रम् इत्युक्ते यथा व्यवहारगर्भलक्षणवद् तादृशलक्षणं चित्रं यादृशम् आसीत् तादृश अत्रापि लक्षणं भवति चित्रं भवति सो ज्ञानस्थाने ज्ञानस्थाने धारणकर्षणे स्थाप्ये इति विशेषः अतः ज्ञानस्थाने धारणकर्षणे स्थाप्ये इति विशेषः पूर्वम् अहं पठितवती, इदं वाक्यं पठितवती वा इति मम चिन्तनं. न न भगिनि, नाम समीचीनं भगिनि, न न भवत्याः चिन्तनं समीचीनमेव. नाम किं भवति, यदा वयं न अवगच्छामः अस्माकं तत्र मनसि तत्र तस्य किं स्मरणमेव न भवति, नास्ति. यदि पठितवन्तः अवगतवन्तः तदा तस्य तदा अस्माकं स्मरणशक्तिः तत्र आधिक्येन भवति. केवलम् एकवारं पठामश्चेत् तत् अस्माकं मनसि न तिष्ठति. अतः मम बहु अनुभवः तादृशम् अस्ति. अहं पुनः अहं चिन्तयामि, अस्तु अस्ति एतत् पुस्तकम् अहं पठितवान्, पुनः तत्र वर्षद्वयानन्तरं पुनः तत्र पठामि, ओ एतत्तु नूतनविषयः अस्ति, अहं कदापि न्यायं ज्ञातवान्, किन्तु अहं पठितवान्. हा तादृश अस्तु भगिनि. हा तत्र ज्ञानस्थाने धारण आकर्षणे स्थाप्ये इति विशेषः. अर्थः कः? ज्ञानस्थाने धारण अपि च आकर्षणं स्थाप्ये इति द्वयोः अपि द्विवचनम्. हा सत्यं, स्थाप्ये इति विशेषः, स्थाप्ये इति विशेषः, स्थाप्यं स्थाप्ये स्थाप्यानि. अर्थः कः? ज्ञानस्थाने धारण अपि च धारण आकर्षणे स्थाप्ये. ज्ञानं भवति अस्माकं फैनल् ज्ञानं नाम पूर्वस्मिन् वाक्ये किम् उक्तं, व्यवहारगर्भलक्षणवत् अस्मिन् विषये अपि चित्रं सम्पाद्यम्. अतः व्यवहार धारण आकर्षणम् इत्येव वयं स्वीकुर्मः, स्वीकरणीय. तदेव कृतवन्तः खलु, तदेव कृतवन्तः, तदेव तावत् आं महोदय, दट्स् वाट् ऐ वाज़् सेइंग्, फैनल् ज्ञान प्लेस्. नो प्राब्लम् महोदय, ऐ वास् आल्सो डौट्फुल्. ज्ञानस्थाने धारण आकर्षणे स्थाप्ये इति विशेषः. आम् अस्तु, व्यवहार जनरलि ज्ञान दट् अत्र ज्ञानप्रयोगः व्यवहारस्य ज्ञानजनकशब्दप्रयोगः प्रयोगः. आम् अत्र ज्ञानजनकं यत् यत् अस्ति चेत् यः अस्ति इति चेत् धारण आकर्षण इत्येव ज्ञानम् अस्ति. ज्ञानस्थाने ज्ञानमेव फैनल्, ज्ञानमेव तत्र अन्ततो गत्वा कार्यं किमस्ति, ज्ञानमस्ति अत्र. अत एव अत्र अन्ततो गत्वा धारण आकर्षण एव कार्यं कार्यम् कार्यमस्ति इति. अस्तु, न किन्तु तावदेव. तदनन्तरं तत्र दक्षिणवाक्यं यथा वयं पूर्वं दृष्टवन्तः तथैव अस्ति, अग्रिमवर्गे पश्यामः. अस्तु अस्तु अस्तु, समीचीनमस्ति. तर्हि बहु किमपि वयं पठितवन्तः, किन्तु अस्मिन् विषये किञ्चित् चिन्तनम् अपेक्षितमस्ति, तत् कृत्वा अग्रिमे वर्गे किञ्चित् चर्चयामः. अस्तु तर्हि, अस्तु तर्हि, धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः, अग्रिमे वर्गे मिलामः तर्हि. नमस्कारः.